अस्तु, स्वागतं सर्वेषाम्. अत्र अस्माकं विषयः अस्ति कर्मणि लोट्, भावे लोट् च. तत्र गते सप्ताहे अस्माकं प्रथमतः चिन्तनवर्गः सञ्जातः अस्ति, कुशलस्य वार्ता अस्ति. अभिनन्दनानि सर्वेषां, बहु समीचीनमस्ति. यदि अस्माभिः एकवारं सप्ताहे इति न, अपि तु द्विवारं चिन्तनं क्रियते, अतीवलाभदायकविषयः अस्ति, बहु समीचीनमस्ति. यावत् क्रियते तावान् लाभः अस्ति खलु. अस्तु, तर्हि इतः अग्रे गच्छेम. अधुना लक्ष्मीभगिनी, तत्र मन्यते मन् धातुः, मन्यते मन् धातुः, तत्र लट् लट्लकारे कानि कानि रूपाणि भवन्ति? मन्यते, मन्येते, मन्यन्ते, मन्यसे, मन्येथे, मन्यध्वे, मन्ये, मन्यावहे, मन्यामहे, लट्लकारम्. अस्तु, समीचीनमस्ति. इदानीम् अग्रे अपर्णा भगिनी लोटि. मन्यतां, मन्येतां, मन्यन्तां, मन्यस्व, मन्येथां, मन्यध्वं, मन्यै, मन्यावहै, मन्यामहै. हा, इति रूपाणि सन्ति, बहु समीचीनमस्ति. अधुना द्वितीय अभ्यासः, तत्र एकवारं पश्येम. अस्तु, प्रथमाभ्यासः अपि अस्ति, तत् अस्माभिः सायतं वा? अस्तु, एकवारं पश्येम. न, तत् कृतमस्ति खलु, द्वितीयाभ्यासः अपेक्षितः अस्ति. अस्तु, अग्रे इदानीम् अजयमहोदय, यत् लिखितमस्ति तत् पठतु कृपया, यथोदाहरणं. यथोदाहरणं कर्मणि परिवर्तयत. न न, तत्र द्वितीयाभ्यासः अस्ति, तत्र ततः अग्रे, ततः पूर्वं. यदोहादरणं, यदोदाहरणं रिक्तस्थानानि पूरयत. आम्, यदोदाहरणं रिक्तस्थानानि पूरयत. अत्र धातुः कः? अत्र पश्यतु इति अस्ति धातुः. पश्यतु, दृश् धातुः, समीचीनम्. अस्तु, अत्र रूपाणि कानि लिखितानि सन्ति? दृश्यतां, दृश्येतां, दृश्यन्तां, दृश्यस्व, दृश्येथां, दृश्यध्वं, दृश्यै, दृश्यावहै, दृश्यामहै. अस्तु, जानातु इति करोतु, तत्र धातुः कः? ज्ञा इति धातुः अस्ति. ज्ञा धातुः आकारान्त धातुः अस्ति. आम्, आकारान्त धातुः अस्ति. तत्र अस्माभिः गति, तत्र ह्यः अपि भवतां पुनस्मरणं जातम् अस्मिन् विषये, यत् कुत्रचित् आकारान्तस्य दीर्घ इकारादेशः भवति, यथा दा धातोः, दा धातुः कर्मणि लट् किं भवति? ज्ञीयतां. दा धातुः, दाति, दीयताम्. हा, तत्र दीयते, दीयताम् इत्यादीनि रूपाणि भवन्ति. तत्र अस्माकं सूत्रमेकमस्ति, घूमास्था गापा जहातीसां हलि इति सूत्रम्. एतेषां परिगणितानां धातूनाम् आकारस्य स्थाने दीर्घ ईकारादेशः भवति हलादिप्रत्यये परे. यक् इति तत्र कर्मणि अस्माकं विषय, तत्र किञ्चित् वदामि, यतोहि सर्वेषां लाभः अस्ति खलु. अत्र कर्मणि कर्मणि प्रयोगे प्रत्ययः अस्ति, यक् नाम दा धातुः, यक् तत्र य अवशिष्यते, दा स्थाने तत्र य इति यकारः, यकारः हल् वर्णः अथवा अच् वर्णः? हल् अपि च अच् इति जानन्ति वा अजयमहोदय? तत्र हल् इति नामकरणं जानाति वा? हल् हल् नाम किमिति न जानामि. अस्तु, हल् इत्युक्ते व्यञ्जनं. व्याकरणविषये व्यञ्जनम् अनुक्त्वा हल् इति वदामः. हल् यथा हलन्त इति वदामः खलु, हलन्त इति श्रुतं वा? हलन्त नाम स च दण्डः खलु, अन्ते यः दण्डः अस्ति तत्र दण्डः भवति खलु. यथा पृथक् पृथक् इति शब्दः अस्ति खलु, पृथक् पृथक् इति शब्दे अन्तिमवर्णः कः? अन्तिमवर्णः पृथक् शब्दस्य ककारः. ककारः तस्य च ककारस्य कश्चन दण्डः भवति खलु अन्ते. दण्डः यथा यदा वयं लिखामः दण्डः भवति न वा? भवति खलु. तर्हि अत्र स च दण्डः वस्तुतः दण्डः वयं प्रादेशिकभाषासु यथा हिन्दीभाषायां वयं वदामः हलन्तः. हलन्त इति नास्ति अत्र, दण्डः अस्ति अस्य हलन्तशब्दः. हलन्तः नाम यस्य शब्दस्य अन्ते हल् अस्ति स च हलन्तशब्दः. हल् इत्युक्ते व्यञ्जनं. ककारः व्यञ्जनमस्ति न वा? व्यञ्जनमस्ति. अस्ति खलु. तस्य अन्यत् नाम अस्ति हल्, हल् वर्णः. समीचीनं समीचीनं. हल् वर्णः अपि च यत्र स्वरवर्णः अस्ति, स्वरः स्वर तत्र व्याकरणप्रसङ्गे अपर्ण भगिनी किं वदामः स्वरस्य स्थाने? महोदय किं वदामः स्वर स्वरः अच्वर्णः इति. अच् अच् अतः व्याकरणविषये तत्र हल् अपि च अच्. तर्हि सूत्रे किमस्ति? घूमास्था गापा जहाति सां हलि. हलि इति हल् इति नाम अजय महोदय, हल् नाम इत्युक्ते किम्? हल् व्यञ्जनं खलु इति अस्माभिः उक्तं, व्यञ्जनं. व्यञ्जनं यथा ककारः दकारः जकारः व्यञ्जनानि सन्ति न वा? आम्. तर्हि अत्र हल् इति, हल् इति वर्णः अस्ति. अत्र यत्र यकारः व्यञ्जनमस्ति खलु, यकारः व्यञ्जनं तु. तर्हि यथा दा इति धातुः, अनन्तरं य इति प्रत्ययः अस्ति, अनन्तरं ते. अत्र य इति प्रत्ययस्य आदौ यकारः अस्ति, तदर्थं यकारश्च हल् अस्ति. तदर्थं दादातोः स्थाने, दादातोः आकारस्य स्थाने दीयते, दीयताम् इत्यादिकमस्ति. किन्तु ज्ञा अपि तथा वा इति प्रश्नः आसीत्. सुब्रह्मण्यमहोदय, वदति भवान्. अत्र ज्ञा धातुः तु आकारान्तमेव, परन्तु सूत्रं तु वदति घूमास्था गापा जहाति सां हले इति. अत्र धातुः धातवः सन्ति अत्र, दा धा मा था गा पा हा, तेषां कृते एव तं सूत्रम् उपयोगं करिष्यामः. ज्ञातु तस्मिन् धातूनां नास्ति, धातुषु नास्ति, तत्कारणात् ज्ञा कृते तु तत् सूत्रं कार्यं न करोति महोदय. अतः यथावत् तिष्ठति ज्ञायताम्. अस्तु, अजय महोदय वदतु रूपाणि. ज्ञायतां, ज्ञायेतां, ज्ञायन्तां, ज्ञायस्व, ज्ञायेथां, ज्ञायध्वं, ज्ञायै, ज्ञायावहै, ज्ञायामहै. समीचीनमस्ति. अस्तु, अग्रे वद् धातुः, अपर्णा भगिनी वदतु. अत्र वद् धातुः, किन्तु अत्र सम्प्रसारणं भूत्वा उकारः भवति वा? सत्यम्. उद्यताम् उद्येताम् उद्यन्ताम् उद्यस्व उद्येताम् उद्यध्वम् उद्यै उद्यावहै उद्यामहै. अस्तु, समीचीनमस्ति. सहदेव महोदय अग्रे लभदातुः लभताम् लभताम् तत्र इति कर्तरि, इदानीं कर्मणि कर्मणि लोत् लभ्यतां लभ्येतां लभ्यन्तां लभ्यस्व लभ्येथां लभ्यत्वं लभ्यै लभ्यावहै लभ्यामहै. अस्तु, बहु समीचीनमस्ति. तर्हि इदानीम् अग्रे गच्छेम. अग्रिमः अभ्यासः तत्र गृहपाठरूपेण प्रथमदशवाक्यानि दत्तानि आसन्. शिल्पा भगिनी पठतु कृपया. शिल्पा भगिनी अस्ति? क्षम्यताम्. यस्य धारणं कर्मणि परिवर्तयत. उदाहरणार्थम् उदाहरणार्थं वदतु. उदाहरणार्थम् उदाहरणार्थम् उदाहरणार्थम् उदाहरणार्थम् उदाहरणार्थम् इति न, उदाहरणार्थम् अत्र थ इति अस्ति, थ उदाहरणार्थम् इति वक्तव्यमस्ति. अस्तु. सेवकः भारं वहतु. सेवकेन भारः उद्यताम् उद्यतां नास्ति, हकारः अस्ति. ऊह्यताम् सेवकेन भारः ऊह्यताम्. पुनः वदतु. ऊह्यताम् ऊह्यताम्. अस्तु, अग्रे. सारथिः रथं स्थापयतु. सारथिः, तस्य प्रातिपदिकं किम्? सारथिकारान्तशब्दः नास्ति. ओ, सारथिः द्रष्टव्यमस्ति. सारथिः सारथिन् सारथिन् नकारान्तः अस्ति खलु इति मन्ये. सारथिन् अस्ति खलु, सारथिन् अस्ति खलु, इनि प्रत्ययः अस्ति. हा, सारथिन् तु अस्ति. अस्तु भगिनि, शुभा भगिनि अग्रे. नकारान्तशब्दः अस्ति, यथा गुणिन् यस्य गुणः गुणि इति कृत्वा तत्र इनि प्रत्ययः गुणिन् यस्य रथः अस्ति. रथं किमस्ति? निपुंसकलिङ्गशब्दः रथं, रथः रथः पुंसकलिङ्गशब्दः खलु. रथः यस्य रथः अस्ति, रथिन् इति कृत्वा. सारथिः. अस्तु, अग्रे. भवान् उक्तवान् रथ अपि न करोतु. न न न, रथशब्दः अकारान्तः अस्ति. रथः केवलं सरतिः सारथिः न करन्त. अस्तु तर्हि सारना रथः न न पुनः अत्र ठकारः अस्ति खलु मा त्यजतु ओ ओ सारथिम् एव प्रातिपदिकं यथा गुणिन् गुणयन्ति अस्य तृतीयविभक्त्यन्तं रूपं किम् एकवचने गुणिन् गुणिन् गुणिना तर्हि ओ सारथिना सा सारथिना सारथिना अस्तु अस्तु सारथिना ततः स्थीयताम् न अत्र समीचीनमस्ति चिन्तनं समीचीनमस्ति चिन्तनं किन्तु अत्र किमस्ति स्थापयतु क्षम्यतां स्थी नास्ति धातुः स्था उभय अत्र अस्ति स्थातुः अपि अत्र अत्र अणिच् यथा पठतु पाठयतु अणिच् अस्ति प्रेरणार्थे णिच् अणिच् भवति अस्तु तर्हि स्थीपयतु न अत्र अत्र स्थाधातुः अस्ति किन्तु णिच् प्रत्ययः अस्ति इति कारणतः आकारस्य स्थाने इदानीं वस्तुतः किमस्ति पठ् धातुः अस्ति पठति इदानीं यदा णिच् कुर्मः पाठयति इदानीं नूतनधातुः अस्ति पठ् धातुः नास्ति तदानीं पाठयति धातुः अस्ति अत्र धातुः स्थी इति स्थाधातुः आसीत् स्थाधातुः किन्तु यत्र णिच् भवति इदानीं नूतनधातुः अस्ति इति कृत्वा नाम तत्र स्थापि इति धातुः अस्ति इदानीं स्थापि न तु स्था अतः अकारस्य ईत्वं न भवति वाक्यं पुनः वदतु सारथिना रथः स्थाप्यताम् बहु सम्यक् अस्ति अग्रे पुष्पा भगिनी अस्तु महोदय भक्तः देवं ध्यायतु भक्तेन देवः ध्यायताम् अत्र धातुः कः ध्या वस्तुतः धातुः अपर्ण भगिनी वदतु न जानामि महोदय अत्र अन्य कोऽपि सुब्रह्मण्य महोदय किमस्ति जय् महोदय ध्यै इति धातु अस्ति तस्मिन् दिने न केवलं घुमास्ता इति सूत्रम् अस्माभिः दृष्टं किन्तु ततः अग्रे अपि किञ्चित् दृष्टम् आसीत् यत्र आकारान्तदातु अस्ति न यत्र एजन्तदातु अस्ति नाम ए ओ ऐ ओ येषां धातूनाम् अन्ते ए ओ ऐ ओ अस्ति ए ओ ऐ औ आदे च उपदेशे शिति इति एकं सूत्रमस्ति एजन्तानाम् आदे च उपदेशे शिति अशिति अत्र केवलं वदनार्थं नाम प्रदर्शनार्थं वदामि अत्र आदे च उपदेशे शिति इति सूत्रेण एजन्तदातूनाम् आत्वं भवति ध्यै तत्र अशित् प्रत्यये परे अतः अत्र अस्माकं विषयः अत्र नास्ति किन्तु अत्र प्रत्ययः शित् नास्ति इति कृत्वा अत्र आकार एजन्तस्य आकारादेश एजन्तानाम् आकारः इति कृत्वा तत्र ध्याति अस्ति ध्यायताम् आदेशे उपदेशे आदेश उपदेशे आदेश उपदेशे उपदेशे अशिति अशिति आदेश उपदेशे अशिति तत्र सन्धिं कृत्वा उपदेशेशिति इति सूत्रमस्ति. अतः ध्यै इत्यस्य ध्या भवति. नाम कर्मणि प्रयोगे यत्र यत्र धातोः अन्ते ए ओ ऐ औ इति वर्णाः सन्ति तेषां स्थाने सर्वेषां स्थाने आकारः भवति. अस्तु, समीचीनमस्ति. अग्रे इदानीं अमीना भगिनी अग्रे. योधाः शङ्खनादं शृण्वन्तु. योधैः शङ्खनादः शृण्वताम्. धातुः कः अत्र कर्मणिप्रयोगस्य ज्ञानार्थं तत्र धातुः कः इति अवश्यं चिन्तनीयमस्ति. धातुः अन्तिमवर्णः कः? ऋकारः. न शृण्वन्तु शृणोतु इत्यस्य धातुः शृ इति नास्ति. अपर्णभगिनी, धातुः कः? श्रुधातुः. ह्रस्व उकारान्तधातुः श्रु श्रु श्रुधातुः श्रूयतां. तत्र कीदृशरूपम् अस्ति पुनः? योधैः शङ्खनादः श्रूयताम्. तत्र श्रु इत्यस्मिन् तत्र कः उकारः अस्ति? श्रु दीर्घ उकारः. इति यदा प्रश्नः भवति तदा दीर्घकारः भवेत् खलु, न तु नो चेत् प्रश्नः किमर्थम् आयाति. अत्र सूत्रम् अस्माभिः अपि दृष्टं तस्मिन् दिने. सूत्रं किम्? अकृत् सार्वधातुकयोर्दीर्घः. अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रेण तत्र अन्ते धातोः अन्ते ह्रस्व स्वरः अस्ति चेत् तस्य दीर्घः भवति. अजन्तानां दीर्घः जि जि धातुः जि जीयते. स्तुधातुः स्तूयते. अत्र श्रूयते. यत्र ह्रस्व इकारः अस्ति तस्य दीर्घकारः इकारः भवति. ह्रस्व उकारः अस्ति तस्य दीर्घकारः भवति. अकृत् सावधातुकयोर्दीर्घः इति सूत्रम्. एकवारं सूत्रमस्ति अकृत् सार्वधातुकयोः अकृत् सार्वधातुकयोः सन्धिं कृत्वा अकृत् सार्वधातुकयोर् दीर्घः. नाम प्रत्ययः धातोः अनन्तरं यः प्रत्ययः अस्ति सः कृत् नास्ति चेत् सार्वधातुकप्रत्ययः नास्ति चेत् तस्यां दशायाम् अजन्तानां दीर्घः भवति. अच् अन्ते येषां ते अजन्तानाम्. अस्तु, तर्हि अत्र श्रूयताम् इति अस्ति. समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे. भवान् कामभोगान् न समीहताम् भवता कामभोगैः न पुनः वदतु. अत्र अस्माकं सूत्रद्वयं किं भवति? सामान्यसूत्रद्वयं नाम कर्तरि कर्मणि च. तत्र एकं द्वे एकं महोदय. त्रीणि एकम् एकम्. अस्तु, करोतु. भवता कामभोगः कामभोगैः न अत्र मम प्रश्नः अस्ति यत् एकं द्वे एकम् इति भवता उक्तं तर्हि कामभोगान् इत्यस्य का विभक्तिः? कामभोगान् द्वितीया अत्र कर्मपदमस्ति खलु तर्हि त्रीणि एकमेकम् इति कृत्वा त्रीणि एकमेकं कर्मणि प्रयोगे त्रीणि एकमेकं तत्र शब्दस्य कर्मपदस्य तत्र का विभक्तिः करोतु भवता कामभोगः न पुष्पा भगिनि इदानीं भवत्याः वदनस्य अवसरः अस्ति वा प्रत्येकस्मिन् वर्गे किमर्थं मया तथा वक्तव्यमस्ति? अन्यत् न कोऽपि करोति, केवलं भवती करोति. यदा भवत्याः वदनस्य अवसरः नास्ति तदानीं न वक्तव्यमस्ति खलु? अपरेषामपि चिन्तनस्य अवसरः स्यात्. मनसि मनसि वक्तुम् इच्छामि. म्यूट् करोतु. अस्तु समीचीनम्. अस्तु समीचीनमस्ति. श्रीनिवासमहोदय कृपया वदतु. भवता कामभोगाः न समीहताम्. अत्र धातुः कः? धातुः कः अत्र? अपर्णा भगिनी किं वदति भवती? इह धातुः समिति किम्? सम् उपसर्गपूर्वकः इह धातुः. इह तस्य लट्लकारे किं भवति, किं स्यात् इह धातुः तत्र? श्रीनिवासमहोदय वदतु. ईहते ईहते लोट्लकारे सम् उपसर्गपूर्वकरूपं किं लट्लकारे? समीहताम् लट् लट् समीहते लोट् समीहताम् ईहते इत्युक्ते इच्छति. इच्छति समीहते इति अपि तथा इच्छति इति अर्थः. भवता कामभोगाः न समीहताम्. समीहताम् इति कथं वा स्यात्? अत्र कर्मणि इति विषयः खलु, कर्मणि प्रयोगः. समीह्यताम् न समीह्यताम् इति इदानीं चिन्तनं समीचीनमस्ति, किन्तु कर्मभोगाः इति अस्ति खलु? त्रीणि एकमेकं त्रीणि एकम् एकं त्रीणि एकमेकम् इत्युक्ते किं? त्रीणि एकमेकम् इत्युक्ते कर्तृपदं कर्मपदं प्रथमाविभक्ति, क्रियापदम् अपि एकवचनं. त्रीणि एकम् एकं तत्र एकम् अन्ते यः यत् एकमस्ति तत्र एकवचनमिति अर्थः वा? कर्मपदम् अनुसृत्य भवति पुरुषः. तर्हि कर्मपदम् अनुसृत्य करोतु तर्हि. ओके. कर्मपदं कामभोगाः बहुवचनमस्ति. पुनः भवता कामभोगाः न समीहन्ताम्. समीहन्ताम् इति कथं वा स्यात्? कर्मणि प्रयोगः इति विषयः. पूर्वमपि भवता उक्तं सत्यं. किमपेक्षितं? धातुः इह, तर्हि तदनन्तरं यकारः खलु? समीह्यन्ताम् समीह्यन्ताम् वदतु. भवता कामभोगाः न समीहन्ताम्. समीचीनमस्ति. हा अस्तु. अपि च तत्र अन्यत् अवश्यं मीना भगिनी पुनः भवत्याः वाक्यं वदतु. यो योदाः शङ्कनादं शृण्वन्तु. अत्र किं वक्तव्यमस्ति, सर्वे शृण्वन्तु एकवारं. प्रादेशिकभाषासु यत् किमपि उच्चारणं भवतु नाम अत्र न प्रवर्तते. कन्नडभाषा तत् तेलुगुभाषा या कापि भाषा भवतु नाम उच्चारणं तत्र समीचीनम्, अत्र समीचीनं नास्ति. अत्र योदाः इति मा वदतु कृपया, योद्धाः. अत्र महाप्राणः अस्ति, यत्र महाप्राणः अस्ति तत्र महाप्राणः अवश्यं वक्तव्यमस्ति, न वदति चेत् दोषः. बुद्धम् अस्पष्टतया वक्तव्यं सर्वं. योद्धाः, अत्र योदाः इति नास्ति, योद्धाः. पुनः वदतु. योद्धाः शङ्खनादं शृण्वन्तु. अपि शङ्ख अस्ति खलु, योद्धाः शङ्खनादम् इति तादृशम् उच्चारणं करोति चेत् तत्र भारतदेशे अपि सर्वेषु गुरुकुलेषु विश्वविद्यालयेषु च यत्र संस्कृतभाषा प्रवर्तमाना अस्ति तादृशम् उच्चारणं भवति. तत्र तत्र अध्यापकाः गुरवः च तेषाम् उच्चारणं तथा अस्ति सर्वत्र कस्मिन्नपि प्रदेशे. तत्र तमिल्नाडुप्रदेशे, तत्र केरलप्रदेशे, यत्र कुत्रापि भवतु नाम तादृशम् उच्चारणं भवति सर्वेषाम्. अतः तथा कुर्वन्तु. अग्रे तर्हि सुब्रह्मण्यमहोदय कृपया अग्रे. आं महोदय, भवन्तः परमां गतिं प्रयान्तु. अत्र धातुः अस्ति या महोदय? सत्यं. परमां गतिम्, अत्र गति अहं चिन्तयामि स्त्रीलिङ्ग शब्दः. तत्कारणात् भवद्भिः परमागति प्रयासाम् भवद्भिः परमागति प्रयाताम्. अत्र धातुः भवता किमुक्तं? या महोदय. हा, या धातुः, याति याति लट्लकार तत्र याति इति अस्ति. इदानीं तु यायातां श्रूयतां यायतां भवद्भिः परमागति प्रयायताम्. हा, इदानीं समीचीनमस्ति. महोदय, एकनिमिष. किन्तु पुनः वदतु महोदय. भवद्भिः परमा गतिः प्रयायताम्. हा, तत्र विसर्गः वक्तव्यः आसीत्, गतिः गतिः. अस्तु, पुष्पा भगिनी प्रश्नः अस्ति वा? करेक्षन् नोट् गति गति गति गतिः ता. अस्तु, अग्रे गच्छेम तर्हि. पुष्पा भगिनी अग्रे. छात्रः पाठौ पठतु. छात्रेण पाठौ पठ्येताम्. सः अश्वौ पठ्येताम्. किमर्थमस्ति पठ्येताम्? पठ्येताम् लोट्लकार. न, किमर्थम् एकारः अस्ति तत्र? पठ्येताम् पठ्येताम् किमर्थं पठ्येताम् नास्ति पठ्येताम्? पठितमस्ति पठितम् द्विवचने अस्ति सः अश्वौ पश्यतु तेन अश्वौ पश्येताम् धातुः कः दृश् तर्हि महोदय पृच्छामि अश्वौ सः कर्तृपदम् अश्वौ देवः देवौ देवाः देवं देवौ अश्वः अश्वौ अश्वाः अश्वम् अश्वौ अस्तु द्वितीयविभक्तौ द्विवचने अस्तु अस्तु अग्रे शुभभगिनी अग्रे त्वं युद्धं कुरु त्वया युद्धः क्षम्यतां युद्धं युद्धं नपुंसकलिङ्गशब्दः क्षम्यतां त्वया युद्धं कुरुष्व धातुः कः कर् कर् न न कुरु धातुः कः करोति इत्यस्य धातुः कः न न न लक्ष्मी भगिनी क्रु धातु क्रु हा किन्तु क्रु इति न वदामः कृ इति धातुः अस्ति कृ न क्रु न कै तत्र भारतदेशे तत्र बिहारप्रदेशे अपि च उत्तरप्रदेशे तत्र वदन्ति क्री दक्षिणप्रदेशे भारते तद् वदन्ति क्रु अत्र क्रु इति नास्ति उकारः कुत्र अस्ति किन्तु अहम् अनन्तरमपि उक्तवती कृ कृ कृष्ण अस्तु तै त्वया युद्धं क्रियस्व त्वया युद्धं किं त्वया युद्धं क्रियस्व अत्र एकं द्वे एकं त्रीणि एकम् एकं खलु ओ क्षम्यता त्वया युद्धं क्रियते क्रियते इति लोट् लोट् लोट् क्रियतां हा क्रियतां क्षम्यतां हा क्ष क्ष इति वक्तव्यमस्ति क्षम्यतां क्षम्यतां अस्तु अत्र ऋकारान्तधातूनाम् अपि पृथक्तया सूत्रमस्ति एकं सूत्रमस्ति ऋङ्क्षयग्लिङ्क्षु इति अस्माभिः दृष्टं पूर्वं ऋङ्क्षयग्लिङ्क्षु अनेन ऋकारान्तधातूनां ऋकारस्य स्थाने रि आदेशः भवति अतः कृ धातुः किन्तु क्री क्री अस्ति क्रियताम् इकारः अस्ति रेफे इकारः अस्ति इति अस्ति हा तत्र ऋङ्क्षयग्लिङ्क्षु इति सूत्रम् अस्तु समीचीनमस्ति तर्हि अग्रे गच्छेम अधुना महोदय पुनः कृपया करोति शब्दस्य धातुरूपं वदतु. धातुः अस्ति कृ धातुः. कृ कृ कृ धातुः अस्ति. अस्तु अग्रे सदैव महोदय. सेनापतिः सेनां नयतु. सेनापतिः कर्तृपदम् अस्ति. सेनां कर्मपदं. कर्मणि सेनापतिः मतिः शब्दः वस्तुतः पतिशब्दः अपवादभूतशब्दः अस्ति. सामान्यतया पुल्लिङ्गशब्दः खलु पतिः पुल्लिङ्गशब्दः. ओ लैक् हरिः हरिः हरिशब्दवत् इति स्यात् मुनिशब्दवत् इति स्यात् किन्तु तथा नास्ति. नाम तत्र मुनि हरिशब्दस्य अथवा मुनिशब्दस्य तृतीयविभक्त्यन्तं रूपं किं हरिणा. अत्र तथा न भवति. अत्र यथा मतिशब्दः तथा वदतु. मति इत्यस्य तृतीयविभक्त्यन्तं रूपं किं मत्या. अत्र तथा अस्ति. सेनापत्या सेना नयतु कर्मणि नीयते नीयतां. बहु समीचीनमस्ति. तत्र तदेव सूत्रमस्ति. अकृत् तावदातुर्दीर्घः किन्तु तत्र दीर्घः तु अस्ति एव अतः पुनः दीर्घः आयाति. तत्र परिवर्तनं न दृश्यते किन्तु नीयताम् इति अस्ति. सेनापत्या सेना नीयताम्. अस्तु अग्रे लक्ष्मीभगिनी अग्रे. यूयं लोकसङ्ग्रहं कुरुत. युष्माभिः लोकसङ्ग्रहः क्रियताम्. बहु समीचीनमस्ति. अग्रे अपर्णा भगिनी अग्रे. मुमुक्षुः असोच्याय न ददातु. मुमुक्षुः एकवचनम् अस्ति खलु. मुमुक्षुः एकवचनम् अस्ति. गुरुणा मुमुक्षुणा मुमुक्षुणा असोच्याय तत्र णत्वं भवति न वा. णत्वं न भवति अत्र मुमुक्षुणा. अत्र लक्ष्मी भगिनी किं वदति. नकारः भवति अण भवति. नाम दन्त्यनकारस्य मूर्धस्थाने मूर्धन्य अणकारः भवति न वा अत्र. मूर्धन्यनकारः भवति. निमित्तं किं. निमित्तं ककारः अस्ति. निमित्तं किम् षकारः निमित्तं. षकारः अस्ति खलु. अत्र मूर्धन्यषकारः अस्ति तदेव निमित्तम् अस्ति. अत्र अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रस्य प्रसक्तिः अस्ति. मुमुक्षुणा अशोच्याय तत्र अट्कुप्वाङ् इति सूत्रेण किम् अस्ति. अत्र अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण षकारस्य उत्तरवर्ति यत् नकारः अस्ति मध्ये अव्यवहित अकारः अथवा अट् कुप् कूपु इत्यस्य वर्णः अस्ति चेत् अत्र उकारः अस्ति. अत्र उकारः अस्ति. मुमुक्षुणा अत्र अशोच्याय किमपि परिवर्तनं न जातम् इति अहं मन्ये. मुमुक्षुण यतोहि एतत् कर्म प्रयोगे नास्ति कर्तरिप्रयोगे मुमुक्षुः इति कर्तृपदम् अस्ति किन्तु अशोच्याय पदं कर्मपदं नास्ति सत्यं चतुर्थीविभक्तिः समीचीनमस्ति एकं द्वे एकम् अत्र चतुर्थीविभक्तौ अस्ति प्रवर्तनं न भवतु समीचीनम् मुमुक्षुना अशोच्याय न न दीयतां धातुः अस्ति तस्य ईकारः भवति दीयताम् समीचीनमस्ति अस्तु अजय महोदय महोदय नीयतां नीयतां नी धातुः धातुः अस्ति नी दीर्घ ईकारान्त धातुः अजय महोदय अग्रे त्वं क्षेत्रज्ञं भगवन्तं जानीहि त्वया क्षेत्रज्ञः क्षेत्रज्ञः भगवन्तं जानीहि ज्ञायताम् हा हा हा बहु समीचीनमस्ति केवलम् एकः एव दोषः अत्र कर्मपदं किं कर्तरिप्रयोगे कर्मपदं किं क्षेत्रज्ञं भगवन्तम् इति पदं किमस्ति भगवन्तं तस्य कापि भक्तिः द्वितीया विभक्तिः पुनः किमुक्तं सत्यमेव पुनः सत्यमेव पुनः वदतु भगवन्तं द्वितीया विभक्तिः हा द्वितीयविभक्त्यन्तं पदमस्ति द्वितीयविभक्तिं पदमस्ति इति कृत्वा इति न किन्तु अत्र किं पदमस्ति अत्र कर्मपदं नास्ति वा कर्मपदं नास्ति नास्ति कर्मपदं क्षेत्रज्ञम् अस्ति भगवन्तं क्षेत्रज्ञं भगवन्तं द्वयोः पदयोः कः सम्बन्धः अस्ति द्वयोः पदयोः न कोऽपि सम्बन्धः विशेषणविशेषसम्बन्धः विशेषणविशेषभावः अत्र विशेष्यं किं शेष्यं भगवन्तं भगवन्तं क्षेत्रज्ञम् इति विशेषणं तर्हि क्षेत्रज्ञम् इति कर्मपदमस्ति चेत् कथं वा भगवन्तम् इति कर्मपदं न स्यात् तत्र तत्र कश्चन श्लोकः अस्ति श्लोकः कः लक्ष्मीभगिनी वदतु यल्लिङ्गं यद्वचनं याच विभक्ति विशेष्यस्य तल्लिङ्गं तद्वचनं तासा विभक्तिः विशेषणस्य सा च विभक्ति विशेषणस्य अपि पुनः वदतु यल्लिङ्गं यद्वचनं याच विभक्ति विशेष्यस्य विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं तासा विभक्तिः विशेषणस्य अपि तासाति न सा च विशेषणस्य अपि समीचीनमस्ति इति विशेषणविशेषभावः अत्र अस्ति नाम अत्र अजय महोदय यदि भवान् वदति यत् अत्र क्षेत्रज्ञम् इति कर्मपदं तत्तु सत्यमस्ति किन्तु तत् कर्मपदमस्ति चेत् भगवन्तमपि तथा त्वया क्षेत्रज्ञः भगवान् ज्ञायतां. समीचीनमस्ति. अत्र ज्ञा इति धातुः, ज्ञा धातुः तत्र उभयपदिधातुः अस्ति, न परस्मैपदिधातुः न वा आत्मनिपदिधातुः, उभयपदिधातुः अस्ति. अत्र आत्मनिपदि उक्तमस्ति, न क्षम्यताम् अत्र न न अत्र परस्मैपदि उक्तमेव, अत्र परस्मैपदि उक्तमेव अस्ति. जानीहि अत्र हि इति अस्ति, जानीहि त्वं जानीहि ज्ञायताम्. अस्तु समीचीनमस्ति, तर्हि अग्रे गच्छेम. महोदय अत्र जानीहि मध्यमपुरुष एकवचनं लोट् लकार, नवरूपाणि कथं भवन्ति? अत्र अहं विस्मृतवती. अत्र पर्णभगिनी वदति वा? अत्र ज्ञाजनोर्जा इति सूत्रस्य प्रथमं कार्यं भवति, येन ज्ञा स्थाने जा आदेशः भवति, तथा न जानातु. अत्र नकारः क्रीणाति इति रूपं, जानातु जानतात्. न न जानतात् इति नास्ति. ओ तत्र क्षम्यतां, केवलं तित् प्रत्ययस्य परे ज्ञाजनोर्जा इति सूत्रस्य कार्यं भवति किल. तर्हि लोट् लोट् जानातु तात् विषये मम मनसि जानीताम् अत्र भवति, जानाति एव अत्र तत्र इहल्यगोः इहल्यगोः दिने तत्र आकारस्य इत्वं भवति, जानाति जानीतः जानन्ति इति, यथा जानाति जानीतः जानन्ति इति अस्ति खलु, इत्वं भवति द्विवचने, जानासि जानीतः जानीतः. अत्र लोट् जानीहि भवति अत्रापि, जानीहि जानीतात् जानीतं जानीत. हा इत्वं भवति इति कृत्वा लक्ष्मीभगिनी अवगतवती वा, वदति वा? न अवगच्छामि भगिनी, पुनः वदतु नवरूपाणि. लोट् लकारस्य भगिनी, अत्र जानातु जानीतात् जानीतां जानन्तु जानीहि जानीतात् जानीतं जानीत जानानि जानाव जानाम. अत्र उत्तमपुरुषे जानानि न भवति वा? जानानि भवति, जानानि जानाव जानाम. जानाव कथं स्यात्? जानीव आनीयाव आम. अत्र अजादिपि जानीव जानीम इति येन तत्र निमित्तं यथा जानीतां जानीव इति अपि तथा. महोदय जानाव इति धातुरूपमञ्जरे पुस्तके अस्ति. जानाव जानाव जानाम इति अस्ति. आनीयाव आम त्रीणि रूपाणि अपि अजादि पित् प्रत्ययः. एकनिमेषः, तत्र जानावति अस्ति, मम दोषः अस्ति वा, द्रष्टव्यमस्ति एकनिमेषः. जानाव अस्तु समीचीनम्, अनन्तरं पश्यामि. लट्लकारे तत्र दोषः अस्ति वा? अस्तु समीचीनमस्ति, एकनिमेषः. अनन्तरं पश्यामि जानीमः कथमा स्यात्। अस्तु यत्किमपि भवतु नाम अग्रे गच्छेम, अनन्तरं पश्यामि। अग्रे गच्छेम तर्हि। कस्य अस्ति मीना भगिनी? इदानीम् अजयमहोदय कृतवान् खलु, जानातु हा ज्ञायतां, कस्य आसीत्? अपर्णा भगिनी वदामि वा महोदय? न न इदानीं लक्ष्मी भगिनी वा? कस्य आसीत् इदानीं, कुत्र आस्म अत्र? बुद्ध न अजय महोदय, त्वं क्षेत्रज्ञं भगवन्तं जानीहि इति। अस्तु अस्तु इति अस्ति, अस्तु अस्तु अस्तु, हा समीचीनं। मीना भगिनी अग्रे। बुधः, बुधः तत्त्वं जानातु, बुधेन तत्त्वं जानीतां। धातुः कः? धातुः ज्ञा धातुः। जानीताम् इति रूपं धातुः, धातु आधारेण अस्ति, धातुः ज्ञा धातुः, धातुः रूपं स्वीक्रियते अत्र। नीयतां बुधः तत्त्वं जानातु, पुनः वदतु तत्र किं भवति? बुधैः तत्त्वं, बुधः बुधः एकवचने, बुधेन तत्त्वं जानातु इति आत्मनेपदे जानातु कर्तरिरूपं, कर्मणि रूपं जानीताम् इति अस्ति वा? न, तत्र कर्तरिप्रयोगे, कर्मणि प्रयोगे किमस्ति? कर्मणि प्रयोगे जानीता, न न न न न कर्मणि प्रयोगे तत्र सर्वं विस्मृतवती वा? धातुः धातुः रूपमस्ति, यक् प्रत्ययः अस्ति, रैट्, ज्ञाय ज्ञा धातुः नीयताम्, बुधेन तत्त्वं ज्ञायताम्, ज्ञायताम् ज्ञादातुः, ज्ञायतां ज्ञायेतां ज्ञायन्ताम् इति इत्यादीनि रूपाणि सन्ति खलु? आं महोदय, पूर्वं ज्ञादातुः इति चर्चा करावः इति भ्रमः भवति, ज्ञायतां बुधैः तत्त्वं ज्ञायताम्। अस्तु श्रीनिवासमहोदय अग्रे। यूयं राज्यं भुङ्गत्वं, भुङ्गत्वं युष्माभिः राज्यं ध्वं, भुङ्ध्वं, भुङ्ध्वं, युष्माभिः यूयं राज्यं भुङ्ध्वं युष्माभिः राज्यं। अत्र धातुः कः अस्ति इति प्रश्नः। अत्र अत्र धातोः अर्थद्वयमस्ति, अस्य धातोः अर्थद्वयं भवति, सामान्यतः खादनार्थे उपयुज्महे, अत्र भुङ्क्ते बालकः भोजनं भुङ्क्ते, धातुः अस्ति, कोऽपि वदति वा? भुज् धातुः, भुज् धातुः, रुदारिगणे भुज् धातुः अस्ति, भुज्, तर्हि भुज् इति चेत् किं भवति? भुज्यद्वं, यूयं युष्माभिः राज्यं भुज्यद्वं। न न न त्रीणि एकमेकमस्ति खलु, त्रीणि एकम् एकं समानदोषः भवता कृतः गते वाक्ये, अत्र त्रीणि एकम् एकम् एकमस्ति कर्मपदम् अनुसृत्य। पुनः वदतु, युष्माभिः राज्यं भुजस्व, भुजस्व कथं वा स्यात्? अत्र राज्यमिति पदमस्ति खलु, राज्यमिति अस्य कः पुरुषः, किं वचनं? राज्यम् एकवचनं महोदय, पुरुषः कः? कः पुरुषः? राज्यं प्रथमपुरुषः महोदय. हा तर्हि क्रियपदमपि एकवचने प्रथमपुरुषे. युष्माभिः राज्यं भुज्यता. हा भुज्यतां, भुज्यतां, समीचीनमस्ति. अग्रे सुब्रह्मण्यं महोदय. महोदय राज्यं नपुंसकलिङ्ग सत्यं, नपुंसकलिङ्ग अग्रजः अनुजौ नयतु. अत्र धातुः अस्ति नि. अग्रजेन अनुजौ नीयेताम्. बहु समीचीनमस्ति. अग्रजौ, अग्रज, अनुजौ, अनुजौ इत्यस्मिन् इत्यस्य अनुगुणं भवति. अनुजौ द्विवचनं, प्रथमपुरुषद्विवचनम् अस्ति, तत्कारणात् अत्र क्रियापदमपि तदनुसृत्य प्रथमपुरुषद्विवचने नीयताम्. नीयेताम्, सोरि, नीयेतां, क्षम्यतां महोदय, नीयेतां, प्रथमं तु नीयताम्. अग्रजेन अनुजौ नीयेताम्. हा समीचीनं. पुष्पा भगिनी अग्रे. धर्मनिष्ठाः जयं लभन्ताम्. धर्मनिष्ठैः जयः लभ्यताम्. बहु समीचीनमस्ति. ओके, शुभा भगिनी अग्रे. भवन्तः देशं सेवन्ताम्. भवद्भिः देशः सेव्यताम्. सम्यक्. सहदेव महोदय अग्रे. दुर्योधनः आचार्यम् अनुसङ्गच्छताम्. दुर्योधनेन आचार्यम् अनुसङ्गच्छताम्. अनुसङ्ग इति त्यजतु. गम् धातुः. गम् गम्यते, गम्यताम्, अनुसङ्गम्यताम्. हा बहु समीचीनमस्ति. पुनः वाक्यम् आहत्य. दुर्योधनेन आचार्यम् पुल्लिङ्गशब्दः, प्रथमविभक्तौ पुल्लिङ्गशब्दः. आचार्यमिति द्वितीयविभक्तौ अस्ति. एकं द्वे एकम्, इदानीं त्रीणि एकम्. आचार्यं पुल्लिङ्गशब्दः. दुर्योधनेन आचार्यः अनुसङ्गम्यताम्. सुन्दरमस्ति. आचार्यशब्दं जानाति वा? शब्दं न जानामि. आचार्यः नाम यः न अस्ति, सरलरीत्या वदामश्चेत् तत्र अध्यापकः अथवा गुरुः. यस्य आचरणं समीचीनम् अस्ति, यस्य आचरणेन वयम् अस्माकं शिक्षणं भवति, सः आचार्यः इति वस्तुस्थितिः. आचार्यः यस्य आचरणं सम्यक् अस्ति. आचरणं जानाति वा? आचरणं कण्डक्ट् कण्डक्ट् यस्य आचरणम् उचितमस्ति यस्य आचरणेन अपरेषां शिक्षणं भवति सः आचार्यः अध्यापकः गुरुः तादृशं अस्तु किन्तु यस्य वचनैः शिक्षणं भवति इति तावदेव न यस्य आचरणेन अस्तु इति यथा शिक्षणं भवति खलु तदेव सम्यक् केचन वदन्ति डोण्ट् डू एस् ऐ डू डू एस् ऐ से इति केचन वदन्ति खलु तथा नास्ति तथा सम्यक् नास्ति सदैव अवगच्छति वा हा किञ्चित् अवगच्छामि नाम तत्र राजनीतिज्ञ इति शब्दं जानाति वा राजनीतिज्ञः राजनीतिज्ञः यथा राष्ट्रपतिः अथवा प्रधानमन्त्री इत्यादि तत्र इत्यादयः जनाः राजनीतिज्ञाः सन्ति पोलिटिशियन्स् इति यथा वदामः तेषां वचनं सुन्दरं किन्तु व्यवहारः अन्यः खलु तेषां वचनं भाषणम् इत्यादिकं सुन्दरमस्ति किन्तु तेषां व्यवहारः आचरणं सम्यक् नास्ति इति सर्वदा तथा नास्ति किन्तु बहुत्र तथा भवति अतः ते आचार्याः न सन्ति अस्तु इति सिद्धान्तः मम प्रश्नः अस्ति कल्सरीप्रयोगे वाक्यं दुर्योधनः आचार्यम् अनुसङ्गच्छताम् गच्छतु किम् अर्थं नास्ति कुत्रचित् पदं परिवर्तते उपसर्गेण उपसर्गेण कुत्रचित् पदं परिवर्तते अत्र तथा अस्ति गम् धातुः परस्मैपदीधातुः अस्ति किन्तु अनुसङ्ग इति अनुसम् इति इत्यस्य यथा सङ्गच्छते किन्तु सङ्गच्छते पदपरिवर्तनं भवति अनुसर्ग उपसर्गेण प्रश्नः समीचीनः अस्ति अस्तु अग्रे गच्छेम तर्हि लक्ष्मी भगिनी अग्रे यूयं कदापि अधर्मं न कुरुध्वम् यूयं युष्माभिः कदापि युष्माभिः कदापि अधर्मः अधर्मः न अधर्मः न अधर्मः न क्रियताम् सम्यक् अग्रे अपर्णा भगिनी सैनिकाः युद्धक्षेत्रं वीक्षन्ताम् सैनिकैः युद्धक्षेत्रः तत् नपुंसकलिङ्गम् अथवा सत्यं सैनिकैः युद्धक्षेत्रं वीक्ष्यताम् अत्र सत्यं धातुः कः ईक्ष् धातुः वीक्ष्धातुः ईक्ष्धातुः ईक्ष् ईक्ष् ईक्ष् द्वि उपसर्गपूर्वकः अस्तु समीचीनम् अस्ति अग्रे अजय महोदय सर्वे मनः अभ्यासेन गृह्णन्तु सर्वैः मनः अभ्यासेन गृह्यताम्। बहु समीचीनमस्ति महोदय। अत्र मनः तस्यापि परिवर्तनं भवति खलु महोदय। सर्वे मनः अभ्यासेन गृह्णन्तु। अत्र मनः इति कस्यां विभक्तौ अस्ति? मनः अहं चिन्तयामि मनः प्रथमाविभक्ति बहुवचनम् इति। न तथा नास्ति। मनः अत्र द्वितीया विभक्ति कर्मपदमस्ति महोदय। इदानीं समये तस्य मनः गृह्णन्तु अस्तु महोदय। हा इति तत्र नपुंसकलिङ्गशब्दः अस्ति सकारान्तः। तस्य रूपपरिवर्तनं न जातमस्ति। अजय महोदय अवगच्छति खलु अत्र मनः इति कर्मपदमस्ति तस्य रूपपरिवर्तनं न जातं किन्तु विभक्तिपरिवर्तनं तु जातं। सर्वैः वाक्यं भवता उक्तं तत्तु सत्यमासीत्। सर्वैः मनः अभ्यासेन गृह्यताम्। अत्र मनः इत्यस्य का विभक्तिः? अस्य द्वितीया विभक्तिः। सर्वैः मनः अभ्यासेन गृह्यताम्। सर्वैः मनः प्रथमा विभक्तिः। प्रथमा विभक्तिः अस्ति सत्यम्। ओके मीना भगिनी अग्रे। यूयं स्वधर्मं चरत। युष्माभिः स्वधर्मं चर्यताम्। स्वधर्मं कथम् आसीत्? धर्मः स्वधर्मः युष्माभिः स्वधर्मः चर्यताम्। सम्यक्। श्रीनिवास महोदय अग्रे। आम् सर्वे धृतिं विन्दन्तु। सर्वैः धृतिः विन्द्यताम्। हा अत्र अत्र धातुः अस्ति वेद किन्तु विन्दन्तु द्रष्टव्यमस्ति। विन्दन्ति वेदधातुः तत्र त्रिधाधिकरणे अस्ति। अविन्द्यतां सर्वे धृतिं विन्दन्तु। अत्र धृतिः इति सर्वे जानन्ति खलु? धृतिः धृतिः इत्यस्य पर्यायवाचकशब्दः कः? भूमि महोदय। किं भूमि किमुक्तं? पर्यायवाचिशब्दः तत्र कः अस्ति धृतिः शब्दस्य? धैर्यं। पर्यायवाच इति किमर्थं महोदय? किमर्थं पर्यायवाचशब्दः इति भवान् उक्तवान्? नाम समानार्थकः समानार्थकशब्दः इति पर्यायवाच वाचकशब्दः इति तत्र समानमस्ति। समानार्थकशब्दः अथवा पर्यायवाचकशब्दः। धन्यवादः। न न किं धृतिः इति सामान्यतया यः कोऽपि शब्दः यस्य कस्य शब्दस्य अन्ते ति अस्ति सामान्यतया मतिः इत्यादयः तत्र स्त्रीलिङ्गशब्दः। गतिः मतिः धृतिः। अस्तु सुब्रह्मण्य महोदय। अर्जुन त्वं मयि मरुतः पश्य। अत्र धातुः अस्ति दृश्। अर्जुन त्वया मयि मरुतः दृश्यन्ताम्। समीचीनमस्ति। अत्र मरुतः कर्तरीप्रयोगे मरुतः कर्मपदं बहुवचनरूपमस्ति, मरुत् तस्य मूलरूपं. प्रथमाविभक्तौ बहुवचनरूपमपि समानमस्ति. अर्जुनसम्बोधना अस्ति अत्र. अर्जुन त्वया मयि मरुतः दृश्यन्ताम्. सम्यक्, बहु सम्यक् अस्ति. अग्रे पुष्पा भगिनी. अग्रे ज्ञानवान् भगवन्तं प्रपद्यताम्. ज्ञानवान् ज्ञानवान् ज्ञान नकारान्त ज्ञानवान् ज्ञानवाना न न अत्र नकारान्त शब्दः नास्ति. भवान् भवान् हा ज्ञानवता ज्ञान ज्ञानवता न ज्ञानवता भगवान् प्रपद्यतां प्रपद्यतां प्रपद् अत्नेपदि प्रपद्यतां प्रपद् पद्य महोदय जानामि. अत्र अत्र पद्यते इति अस्ति कर्तरी लटि. कर्तरी लटि पद्यते. कर्तरी लटि पद्यते. कर्तरी पद्यते प्रपद्यते प्रपद्यते प्रपद्यते तथा लट् लकारे अस्ति चेत् प्रपद्यते. लोट् लकारे प्रपद्यताम् इति लोटि कर्तरि. इदानीं कर्मणि किं स्यात्? अपर्णा भगिनी किं वदति भवती? प्रपद्ययताम्. ओ प्रपद्ययताम् किन्तु अत्र मूलधातुः कः महोदय? अत्र प्रपद्यताम् इति अत्र प्रश्नः समीचीनः अस्ति. पद् इति मन्ये प्र इति उपसर्गः न पद् इति सामान्यतया चिन्तयितुं शक्नुमः. किन्तु यदि यदि तदानीं भवितुमर्हति यदा हा इति यदि दिवादिगणे अस्ति भवितुमर्हति. पद् इति धातुः भवेत्. पद् इति धातुः भवेत् आत्मनिपदि धातुः दिवादिगणे तदानीं भवितुमर्हति. तस्मिन् सन्दर्भे प्रपद्यतामित्येव तिष्ठति. प्रपद्यतामिति एव रूपमस्ति दिवादिगणे स्यात्. अत्र कर्तरिप्रयोगे य इति विकर्णप्रत्ययः अस्ति. कर्मप्रयोगे य इति अस्ति. रूपं समानम् अस्ति तावदेव. प्रपद्यताम् अस्ति न प्रपद्यतां हा रूपं समानम् अस्ति. अग्रे अग्रे शुभा भगिनी. अग्रे रूपं महोदय महोदय रूपं प्रपद्यताम् अस्ति. कर्मणि प्रयोगे प्रपद्यताम्. श्रद्धावन्तः श्रद्धावन्तः ज्ञानं लभ्यताम्. न न अत्र किं लिखितमस्ति? श्रद्धावन्तः ज्ञानं लभन्ताम्. श्रद्धावन्तः ज्ञानं लभन्ताम्. यतो हि आपणिपदि दातुः अस्ति खलु लभ् लभते लभेते लभन्ते लोटि लभतां लभेतां लभन्ताम्. अग्रे ज्ञानं नपुंसकलिङ्ग् अथवा पुल्लिङ्ग् भवती जानाति खलु नपुंसकलिङ्गे सत् अस्तु षद्वद्भिः षदावद्भिः ज्ञानं लभ्यते लभ्यते इति न लभ्यतां लभ्यताम् अस्तु पुनः वदतु षदावद्भिः ज्ञानं लभ्यताम् सम्यक् श्रद्धा श्रद्धावद्भिः वदतु श्रद्धावद्भिः दकारद्वयमस्ति खलु अस्तु समीचीनम् अग्रे सहदेव महोदय अग्रे त्वं मम प्रकृतिं बुद्धिः विद्धि इति लोट्लकारस्य कर्तरिप्रयोगे मध्यमपुरुषस्य एकवचने विद्धि धातुः अस्ति विद् विद् कर्तृपदं त्वं कर्मपदं प्रकृतिं त्वया मम प्रकृतिः विद्यताम् विद्यतां बहु समीचीनमस्ति बहु सम्यक् लक्ष्मीभगिनी अग्रे युवां सत्यं वदतं युवां सत्यं वदतं तृतीय बहु द्विवचनं युवाभ्यां सत्यं युवाभ्यां सत्यं अत्र सम्प्रसारणं वद्धातुः सम्प्रसारणं भवति सत्यम् उद्यताम् बहु समीचीनमस्ति पुनः वदतु युवाभ्यां सत्यं बुध्यताम् उद्यतां सम्यक् अपर्णा भगिनी अग्रे आं महोदय भवन्तः गीतां शृण्वन्तु भवद्भिः गीता श्रूयताम् इति अस्ति अस्तु अग्रे अजय महोदय अग्रे भवती भ्रातृन् उपदिशतु भवती भ्रातृन् उपदिशतु भवती भवत्या भ्रातृन् अत्र प्रातिपदिकं मूलरूपं किम् भ्रातरः बहुवचनं उपदिश्यन्ताम् बहु समीचीनमस्ति पुनः वदतु भवत्या भ्रातरः उपदिश्यन्ताम् बहु सम्यक् अस्ति अस्तु अग्रे अन्तिमवाक्यमस्ति मीना भगिनी यूयं विश्वमार्यं कुरुध्वं विश्वमार्यम् इति का अर्थः विश्वमार्यं विश्वमार्यं इति न द्विश् आर्य इति नास्ति तत्र विश्वमार्यमिति विश्वमार्यं द्रष्टव्यं तस्य अर्थः कः किन्तु मार्यमिति मार्यमिति नपुंसकलिङ्गशब्दः अस्ति इति भाति अत्र विशेषणविशेष्यभावः अस्ति वा महोदय आर्यं विश्वं तथा अस्ति न न नास्ति वा विश्वस्य आर्यं प्रश्नः अस्ति यत् विश्वमार्यं विश्वम् आदर विश्वमार्यं कुरुध्वं यूयं विश्वमार्यं विश्वमार्यं विश्व आर्यं तत्र प्रश्नः अस्ति मार्यशब्दः तु न भवति खलु आर्यशब्दः इति भवेत् आर्यशब्दः अस्ति चेत् तत्र पुल्लिङ्गशब्दः अस्तु तथा अस्ति चेत् पुल्लिङ्गशब्दः तर्हि तथा करोतु युष्माभिः विश्वमार्यः क्रियताम् अस्तु इति अस्ति बहु सम्यक् अस्ति इदानीं समयः जातः अस्माकं मनसि भवेत् यत् अत्र केवलं शैलीद्वयमस्ति शैली भिद्यते किन्तु अर्थः समानः अस्ति त्वं कार्यं कुरु त्वया कार्यं क्रियताम् अत्र अर्थः समानः अस्ति शैली भिन्ना अस्ति अत्र यत्र कर्मणि अस्ति अस्माकम् अवधानं कुत्र अस्ति अस्माकं चिन्तनम् अधिकं कुत्र अस्ति तत्र केन क्रियते इति न अपि तु किं क्रियते त्वया कार्यं क्रियते तत्र कार्यम् इत्यस्मिन् अस्माकम् अवधानम् अधिकमस्ति त्वं कार्यं करोतु तत्र त्वम् इति अस्माकम् अधिकमस्ति तत्र क्रिया का कर्म किम् इति कर्मणि प्रयोगे अस्माकम् अधिकमस्ति अतः इति अस्तु अधिकचर्चा मास्तु इदानीं तावदेव अस्ति शैली भिन्ना अस्ति अर्थः समानः अस्ति अस्तु तर्हि समीचीनमस्ति इदानीं विरमाम इतः अग्रे सरेम अग्रिमे सिद्धाः सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः नमस्कारः धन्यवादः महोदय